सोपानवर्गं प्रति स्वागतम्। आदौ सुभाषितं शृणुमः। भगिनी एकवारं स्मरयतु। ॐ श्रीगुरुभ्यो नमः। विद्या नाम नरस्य रूपमधिगं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः। धन्यवादाः भगिनी। प्रवर्तमानः विषयः लृट्लकारः। गते वर्गे कानिचन लृट्लकाररूपाणि परिशीलितानि। अद्यापि लृट्लकारः इति विषयः एव अनुवर्तते। तं विषयम् अवगन्तुं त्रयोदशाधिक एकशतं पुटं पश्यन्तु। तस्मिन् पुटे प्रथमः अभ्यासः अस्ति, तस्मात् आरभ्य अद्य वाक्यानि परिशीलयाम। शुभदा भगिनी, भवती आरम्भं करोतु। आं भगिनि, एतेषु वाक्येषु लट्लकाररूपाणां स्थाने लृट्लकाररूपाणि प्रयुज्य वाक्यानि पुनः लिखत इति अभ्यासः। तस्य लट्लकाररूपं प्रयुज्य एकमेकं वाक्यं दत्तमस्ति, तस्य लृट्लकारे परिवर्तनं करणीयम्। उदाहरणार्थं सा गीताप्रवचनं शृणोति। प्रत्येकं पदं स्वीकृत्य किञ्चित् विवृणोतु। आं भगिनि, एतेषु वाक्येषु लृट्लकाररूपाणां स्थाने लट्लकाररूपाणां स्थाने लृट्लकाररूपाणि प्रयुज्य वाक्यानि पुनः लिखत। एतेषु इति एतद् सर्वनामं, तस्य सप्तमी विभक्ति बहुवचने एतेषु इति भवति। वाक्यम् अपि वाक्य इति नपुंसकलिङ्गशब्दः, तस्य अपि सप्तमीविभक्तेः बहुवचनरूपं वाक्येषु इति। वाक्यम् इति वच् धातोः घयन्तरूपं वा घञ् नास्ति तत्र। अहं चिन्तयामि ण्यत् प्रत्ययान्तरूपम् इति। पठ् अस्ति चेत् पाठ्यं, बुद्ध अस्ति चेत् बोध्यं, वच् अस्ति चेत् वाच्यम् इति रूपम् अस्ति, अपि च वाक्यम् अपि रूपम् अस्ति, घञ् नास्ति। अस्तु भगिनि, कः प्रत्ययः भगिनि? ण्यत्, तत्र प्रत्ययद्वयमस्ति, यत् इति एकः प्रत्ययः अस्ति, ण्यत् इति अन्यः प्रत्ययः अस्ति। कः प्रत्ययः कीदृशधातोः परमायाति इति अवगन्तुं सूत्राणि सन्ति। हलन्तधातुः रुकारान्तधातुः अस्ति चेत् ण्यत् प्रत्ययः भवति इति तत्र सूत्राणि सन्ति, अग्रे गत्वा वदिष्यामि। वदतु। तस्य सप्तमी विभक्ति बहुवचनं वाक्येषु इति। लट्लकाररूपाणाम् इति लट्लकाररूपम् इति प्रथमा विभक्ति बहुवचनं एकवचनं। तस्य लट्लकाररूपाणाम् इति षष्ठीविभक्तौ बहुवचनं लट्लकाररूपाणाम् इति भवति। लट्लकारस्य रूपं लट्लकाररूपं षष्ठी तत्पुरुषसमासः इति मम चिन्तनम्। स्थाने इति स्थानम् इति पुनः नपुंसकलिङ्गशब्दः, तस्य सप्तमी विभक्ति एकवचने स्थाने इति भवति। स्थानम् इति अपि ल्युडन्तम्। अस्तु, भवती जानाति खलु स्था धातुतः ल्युट् योजनेन स्थानं, दा अस्ति चेत् दानं, धा अस्ति चेत् धानं, पा अस्ति चेत् पानम्। एवम् एते धातवः आकारान्ताः, एतेभ्यः धातुभ्यः ल्युट् प्रत्ययस्य योजनेन ईदृशानि रूपाणि। वदतु। स्था इति धातुः, तस्य ल्युट् रूपं, तत्र ल्युट् इत्यस्मात् अन इति अवशिष्यते, अतः युवोरनाकौ इति सूत्रमस्ति इति मम चिन्तनम्। तत्र ल्युट् इत्यस्य टकारस्य हलन्त्यमित्यनेन इत्संज्ञा भवति, अपि च ल इति अस्ति, तस्य लषक्वतद्धिते इत्यनेन इत्संज्ञा भवति। य यु इति अवशिष्यते तत्र ल्युट् इत्यस्मात् यु इति अवशिष्यते. यु इत्यस्य अन इति आदेशः भवति युवोरनाकौ इति सूत्रेण. अतः यु स्थाने अन इति आदेशः. अतः स्थायोगः यु, तत्र स्थायोगः अन, अतः अकस्वर्णे दीर्घः इत्यनेन स्थान इति भवति. ल्युडन्तरूपं सर्वदा नपुंसकलिङ्गे अस्ति इति भूत्वा स्थानम् इति तस्य प्रथमाविभक्तेः एकवचने एकवचनान्तरूपम्, अपि च तस्य सप्तमीविभक्तेः एकवचने एकवचनं रूपं स्थाने इति. तदेव तथा एव लृट् लकाररूपाणि, तत्र अपि लृट् लकाररूपम् इति प्रातिपदिकं वक्तुं शक्यते वा भगिनि? लृट् लकाररूपम् इति प्रातिपदिकं प्रातिपदिकं रूप रूप हा हा अकारान्तप्रातिपदिकं अकारान्तप्रातिपदिकं. तस्य नपुंसकलिङ्गे अस्ति, तस्य प्रथमाविभक्ति बहुवचने लृट् लकाररूपाणि, परन्तु अत्र तु द्वितीया विभक्ति बहुवचनमस्ति. किमर्थं चेत् तत्र एतत्तु कर्मपदमस्ति. लृट् लकाररूपाणि प्रयुज्य इति लेबन्तरूपस्य यः क्रियापदमस्ति तस्य कर्मपदं लृट् लकाररूपाणि इति भवति प्रथमाविभक्ति बहुवचनं. प्रयुज्य इति प्रयोगः युज् धातु, तस्य लेबन्तरूपं प्रयुज्य इति. प्र इति उपसर्गः अस्ति. प्रयोगः युज् योगः ल्यप् इति प्रयुज्य. वाक्यानि इति पुनः वाक्यम् इति वच् धातोः यत् अथवा ण्यत् प्रत्ययः प्रयुज्य वाक्यम् इति भवति. तस्य वाक्य इति भवति तस्य वाक्यानि पुनः लिखत. वाक्यानि अपि द्वितीयाविभक्ति बहुवचने, यतोहि वाक्यम् अपि कर्मपदमस्ति. वाक्यानि पुनः लिखत, पुनः इति अव्ययं. लिखत इति लिख् धातोः लोट्लकारे मध्यमपुरुषे बहुवचनं लिखत इति भवति. तावदेव भगिनि. उत्तमं, सुन्दररीत्या उक्तवती भगिनी. उक्तवती एव स्थानम् इति कृदन्तपदमस्ति. धातुतः कृत् प्रत्ययस्य योजनेन आदौ कृदन्तप्रातिपदिकं निर्मीयते. कृदन्तप्रातिपदिकात् सुप् प्रत्ययस्य योजनेन सुबन्तानि निर्मितानि भवन्ति. अत्र स्थान इति प्रातिपदिकं सिद्ध्यति. स्थानम् इति कृदन्तपदमस्ति. आदौ कृदन्तप्रातिपदिकम् आयाति, पश्चादेव सुप्रत्ययस्य योजनेन कृदन्तपदं सिद्ध्यति. अपि च रूपाणां स्थाने इति लिखितमस्ति. कारकविषयः अयं विषयः. स्थानम् इति कृदन्तपदमस्ति इति कारणतः तस्मात् पूर्वं षष्टिविभक्तेः प्रयोगः भवति. रूपाणां स्थानं ल्युट् प्रसङ्गे किं ज्ञातव्यं? ल्युट् प्रत्ययः अपि अनिट् प्रत्ययः. ल्युडन्तरूपेषु इडागमः न कदापि दृश्यते. एवमेव ल्यबन्तरूपेषु अपि. ल्युट् इत्यत्र अवशिष्टवर्णः इत्युक्ते अनुबन्धवर्णानां लोपकार्यानन्तरम् अवशिष्टवर्णः यकारः. यकारः वल्प्रत्याहारे नास्ति इत्यतः ल्युट् प्रत्ययः अनिट् प्रत्ययः, इडनुकूलः नास्ति. एवमेव ल्यप्, ल्यप् प्रत्ययः अपि. ईदृशानि पदानि बहूनि वयं जानीमः एव. संयुज्य, प्रयुज्य, सम्पठ्य, विलिख्य इत्यादिषु यत्र कुत्रापि ल्यबन्तरूपं पश्यन्तु तत्र इडागमः न दृश्यते. इत्युक्ते प्रत्ययः स्वयम् इडनुकूलः नास्ति. अपि च पुनः इति रेफान्त अव्ययं, रेफान्त अव्ययं. लिखत इति पदमस्ति खलु. लिखत इत्यस्य रूपाणि नवरूपाणि वक्तुमिच्छति वा? लिखतु लिखतां लिखन्तु क्षम्यतां लिखतु लिखतां लिखन्तु, लिख लिखतं लिखत, लिखानि लिखाव लिखाम लोट्लकारे. उत्तमम्. उदाहरणत्वेन एकं वाक्यं दत्तमस्ति. भगिनी भवती वदतु. उदाहरणम् इति पदमस्ति. रूपं कीदृशम् अस्ति? किं किम् अस्ति तस्मिन् पदे? उदाहरणं सम्यक् रीत्या न जानामि भगिनी, परन्तु उत् योगः रु इति धातुः अस्ति वा? उत् योगः रु योगः चिन्ता मास्तु. शोभा भगिनी, भवती वक्तुमिच्छति वा? भगिनि, तत्र उत् योगः आ उपसर्गः योगः हृ धातुः अस्ति वा इति मन्ये. हरणम् उत् आ हरणम् इति भवति वा उदाहरणम्? उत्तमम्. अत्र हृ धातुतः हरणम्, हरणम् इति रूपं साधयतु. हृ धातुः हरणम् इति यथा भवान् उक्तवान् तत्रापि लुडन्तम् इति मन्ये. हृ योगः ल्युट् हरणम् भवति चेत् हृ इत्यस्य ऋकारस्य गुणः भूत्वा हर् इति भवति तत्र. अपि च तत्र ल्युट् इति अर्धधातुकप्रत्ययः, सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति हर्. अधुना ल्युट् इत्यस्य अना इति आदेशः भवति, हरन इति भवति. अपि च तत्र रेपः अस्ति इति कृत्वा रेपस्य निमित्तेन नकारस्य णत्वं भवति. तत्र अकारः अस्ति मध्ये इति कृत्वा अट् कुप् वाङ् नुं व्यवायेपि इति सूत्रेण णत्वं भूत्वा हरण इति भवति. तदनन्तरं सुप्रत्ययस्य योजनेन हरणम् इति भवति इति मन्ये. उत्तमं. हरणम् इति ल्युडन्तपदम् अस्ति. प्रातिपदिकं हरण, ल्युडन्तानि नपुंसकलिङ्गपदानि भवन्ति. अत्र उत् उपसर्गपूर्वकः, आ उपसर्गपूर्वकः, हृ धातुतः ल्युट् योजनेन उदाहरणम् इति पदं सिद्ध्यति, नपुंसकलिङ्गपदम्. उदाहरणम् इत्युक्ते दृष्टान्तः. दृष्टान्तः इति पदं पुंलिङ्गपदम्. शुभदा भगिनी, प्रथमं वाक्यं पठित्वा वदतु. उदाहरणार्थं सा गीताप्रवचनं शृणोति. सा गीताप्रवचनं, सा इति तद् शब्दस्य स्त्रीलिङ्गरूपं प्रथमाविभक्ति एकवचने सा इति भवति. गीताप्रवचनम् इति गीतायाः प्रवचनं, तस्य षष्ठी तत्पुरुषसमासः. प्रवचनम् इति प्रयोगः वच् धातोः ल्युडन्तरूपं प्रवचनम् इति. गीतायाः प्रवचनं. शृणोति, श्रु इति धातुः, तस्य लट् लकारे प्रथमविभक्ति एकवचने शृणोति इति रूपं भवति. तस्य लृट् लकारे परिवर्तनं भूत्वा सा गीताप्रवचनं श्रोष्यति इति भवति. लृट् लकारे इत्युक्ते भविष्यत्कालः. श्रु धातोः पुनः प्रथमाविभक्ति एकवचने श्रोष्यति इति रूपं भवति. तस्य तत्र श्रोष्यति इडागमः अत्र न भवति. किमर्थं न भवति? श्रु इति अनिट् अस्ति इति मन्ये. उत्तमं. श्रु धातुः अनिट् धातुः. अत्र रूपं पश्यतु, शृणोति कथं लिखितमस्ति, श्रोष्यति इत्यत्र कथं लिखितमस्ति, किमर्थं तावान् भेदः? तत्र एकं सूत्रमस्ति भगिनि, श्रुवः श्रुच इत्यनेन तत् किमपि परिवर्तनं भवति. श्रुवः श्रुच. अत्र पदद्वयमस्ति खलु, शृणोति इति पदमस्ति, श्रोष्यति इति पदमस्ति. वस्तुतः धातोः रूपं कीदृशमस्ति? धातोः रूपं तु शृणोति, श्रु इति धातुः तस्य भुआदिगणीय अस्ति. परन्तु श्रुवः श्रुच इत्यनेन सार्वधातुककर्तरीप्रत्ययः परे अस्ति चेत् तस्य श्नुप्रत्ययः भवति. स्वादिगणीय श्नुप्रत्ययः तत्र आगच्छति. अतः अपि च तत्र श्रु धातोः श्रु इति आदेशः भवति, श योगः रु इति आदेशः भवति. अतः तत्र श योगः रु तत्र श्रु श्नु इति प्रत्ययः ति श्नु इति श्रु इति अपित् प्रत्ययः. अतः शृणोति शृणु इति भवति, शृणु योगः ति परन्तु तिप् ति इति तिप् प्रत्ययः पित् अस्ति, अतः तत्र अङ्गस्य गुणः भूत्वा शृणु इति भवति, शृणोति इति अन्तिमरूपं सिद्ध्यति. एतत् सर्वं चिन्तनं शृणोति इत्यस्मिन् विषये भवति. यद्यपि भुवादिगणीयधातुः श्नु इति व्यकरणप्रत्ययः आयाति इति कारणतः श्नु इत्युक्ते उकारान्तमाङ्गं सिद्ध्यति, तिप् प्रत्ययं निमित्तीकृत्य उकारान्तमाङ्गम् अस्ति इति कारणतः गुणकार्यं भूत्वा शृणोति इति रूपं सिद्ध्यति. एतत् सर्वं सार्वधातुकलकारेषु एव. यद्यपि धातोः रूपं शकारः, रेफः, उकारः इत्युक्ते मूलधातौ त्रयः वर्णाः सन्ति, तालवेशकारः, रेफः, उकारः. तत्र ऋकारः नास्ति, किन्तु अत्र ऋकारः दृश्यते शृणोति इत्यत्र. विशिष्टसूत्रेण एतादृशं रूपं सिद्ध्यति, किन्तु श्रोष्यति इति आर्धधातुकलकारः लृट्. अतः श्रु इति धातुं स्वीकृत्य स्यति योजयामः. स्यति इति आर्धधातुकप्रत्ययः अस्ति, आर्धधातुकप्रत्ययं निमित्तीकृत्य श्रु इति इगन्तधातौ अङ्गकार्यं गुणकार्यं भूत्वा श्रो भवति, श्रोयोगः. स्यति अत्र ओकारः अपि इन्कोः वर्णः, अतः आदेशप्रत्ययोः इत्यनेन षत्वम्, अतः श्रोष्यति. वच्धातोः रूपमेव वचनं ल्युडन्तरूपमस्ति. अग्रे करोतु. कृष्णः कदा अवतरति इति लट् रूपम् वाक्यमस्ति. कृष्णः कदा अवतरति, तत्र कृष्णः इति प्रथमाविभक्ति एकवचने, कृष्णः कदा इति प्रश्नार्थकसर्वनामः सर्वनामम्, अवतरति इति अवयोगः तृ इति धातुः, तस्य प्रथमावि लट् लकारे प्रथमाविभक्ति एकवचने अवतरति इति तस्य रूपम्. अवतरति अवतरति इत्युक्ते जन्म प्राप्नोति इति इत्यर्थे अत्र अस्ति. भगिनि, अवतरति इति पदस्य अर्थः तु कमिङ्ग् डौन्, अव इत्युक्ते अधोभागे इति अर्थः. तृ धातुतः वि उपसर्गस्य योजनेन किं सिद्ध्यति? पुनः वदामि, वि उपसर्गपूर्वकः तृ धातुतः लटिरूपं किं भवति? वि उपसर्गपूर्वकः तरति, वितरति. हा हा, वितरति इत्यस्य अर्थः कः? बाण्ट्ना इति अर्थः अस्ति. वितरति इति पदं भिन्नम् अस्ति. अपि च उत् उपसर्गपूर्वकः तरति किं भवति? उत्तरति. उत्तरति इत्युक्ते जवाब् देना, वितरति इत्युक्ते बाण्ट्ना, उत्तरति इत्युक्ते उत्तरं ददाति, जवाब् देना इति अर्थः अस्ति. अपि च अवतरति इत्युक्ते कमिङ्ग् डौन् इति अर्थः अस्ति. भवती जानाति एव लोके रूढार्थः भिन्नः, योगार्थः भिन्नः व्याकरणे, खलु? आं भगिनि. अवतारं स्वीकरोति इति भवति वा? किम् अवगन्तव्यं? योगार्थः इत्युक्ते तत्र धातुः कः, प्रत्ययः कः, तत्र कीदृशं कार्यं भवति, तस्य आधारेण तस्य अर्थः कः इति भिन्नः. किन्तु लोके तु कस्मिन् अर्थे तस्य पदस्य रूढिः अभवत् इति भिन्ना वार्ता, खलु? आं भगिनि. वाक्यं पूरयतु. हा, कृष्णः कदा अवतरति, तस्य लृट्लकारे कृष्णः कदा लृट्लकाररूपम् अवतरिष्यति इति भवति वा? तृ इति सेट् धातुः अस्ति, अतः तत्र इडागमः भवति, अतः अवतरिष्यति इति. उत्तमं, साधु भगिनि, उत्तमरीत्या उक्तवती. यद्यपि अजन्तधातवः अनिटः भवन्ति, तथापि दीर्घ ऊकारान्ताः दीर्घ ऋकारान्ताः धातवः सेटः एव इति अस्माकं परिशीलनम्. इत्युक्ते भूधातुतः भविष्यति इति रूपं सिद्ध्यति, एवमेव तृ इति दीर्घ ऋकारान्तधातुः तरिष्यति इति रूपं भवति. किन्तु तत्र स्मर्तव्यः अंशः कः? आधिक्येन अजन्तधातवः अनिटः भवन्ति 90%, किन्तु ऋकारान्तधातवः सेटः एव. अयं तृ धातुः अपि सेट् एव, अतः अवतरिष्यति धातोः आनुकूल्यमस्ति, स्या प्रत्ययः इडनुकूलः, अतः इडागमः भूत्वा अवतरिष्यति इति रूपं. साधु भगिनी, इदानीं रोहिणी भगिनी भवती करोतु. तौ गीताचार्यं नमतः. तौ तत् शब्दस्य लिङ्ग द्विवचनं सः तौ ते. तौ गीताचार्यं गीतायाः आचार्यः गीताचार्यः तं गीताचार्यं नमतः नमति नमतः नमन्ति द्विवचनं नमति इति लड्लकाररूपस्य. अत्र नम् धातु उपदेशे नो नः इति सूत्रेण नम् भवति. नम् धातोः नमति इति रूपं लड्लकारे अनुदात्त अवशिष्टस्वरः अनुदात्तः अस्ति इति कारणतः अनिट् धातुः भवति. लृङ्गकारे इडागमः न भवति. नंस्यति इति नंस्यति नंस्यन्तः नंस्यन्ति. तौ गीताचार्यं नंस्यतः इति भवति इति चिन्तयामि. उत्तमं. नवरूपाणि वक्तुमिच्छति वा? न भगिनी, न जानामि. केवलं लट् रूपाणि इव वक्तव्यानि. नमति नमतः नमन्ति, एवमेव नंस्यति नंस्यतः नंस्यन्ति, एवं वक्तव्यं खलु? रूपसाम्यमस्ति. नमति नमतः नमन्ति, एवमेव नंस्यति नंस्यतः नंस्यन्ति, एवं वक्तुं शक्यते. नंस्यति अत्र द्विवचनरूपं वक्तव्यं खलु? तौ गीताचार्यं नंस्यतः अनुस्वारयुक्तं रूपं वक्तव्यं खलु? सकारस्य परसवर्णः नास्ति इति कारणतः केवलम् अनुस्वारयुक्तं रूपमेव वक्तव्यम्. अपि च धातुः अणोपदेशधातुः. अत्र भगिन्या उक्तमेव अवशिष्टस्वरः अनुदात्तः. एकाचि धातुः अवशिष्टस्वरः अनुदात्तः, अतः धातुः अनिट्. अनिट् धातुः अस्ति इति कृत्वा इडागमः नास्ति, षत्वमपि नास्ति. अग्रे करोतु. यूयं भक्तियोगं पडधा. यूयं युष्मशब्दस्य बहुवचनरूपं यूयं भक्तियोगं भक्तेः योगं भक्तियोगं पठधा. पठधातोः मध्यमपुरुष बहुवचनरूपं पठधा. यूयं भक्तियोगं पठधा. यूयं भक्तियोगं पठिष्यधा इति भवति. पट् धातु इडागमः भवति, इडनुकूलः अपि तत्र प्रत्ययमपि इडनुकूलः पठिष्यध इति भवति. उत्तमम्. अत्र भक्तियोगः इति पदमस्ति खलु, तत्र विग्रहवाक्यं कथं भवितुं शक्नोति? भक्तस्य योगः अथवा भक्तेः योगः? भक्तेः योगः इति वदामश्चेत् षष्ठीतत्पुरुषसमासः भवति. भक्तिः एव योगः इति अपि वक्तुं शक्यते. भक्तिः एव योगः इति वदामश्चेत् यत्र एवकारः श्रूयते तत्र अवधारणापूर्वपदकर्मधारे समासः. समस्तपदानां विग्रहवाक्यानि अर्थम् आश्रित्य भवन्ति, अपि च सूत्राणाम् आधारेण एव वक्तव्यानि भवन्ति. अर्थमाश्रित्य अपि च सूत्राणि अवलम्ब्य विग्रहवाक्यं वक्तव्यं भवति. अत्र भक्तिरूपः योगः अथवा भक्ति एव योगः. भक्तिः इत्युक्ते चित्त एकाग्रता साधनम् इति वक्तुं शक्यते. यस्मिन् भक्तिः अस्ति सः कः वदतु? भक्तः. भक्तः अथवा भक्तियुक्तः. भक्तिमान्. भक्तिमान् इति पदमस्ति. भक्तिमान् इत्यस्मिन् पदे मतुप् इति प्रत्ययः अस्ति. भक्तिः अस्य अस्मिन् वा अस्ति इति अर्थः अस्ति. मतुप्रत्ययान्तरूपं प्रथमान्तं पदं भक्तिमान्, प्रातिपदिकं भक्तिमत्. रोहिणी भगिनी वदतु, भक्तिः इति कीदृशं पदम्? भज्रयोगः सा प्रत्ययान्तं भक्ता भवति. तस्य स्त्रीलिङ्गम् इति चिन्तयामि भक्ति. उत्तमम्. अत्र क्तिन् इति प्रत्ययः अस्ति. क्तिन् प्रत्ययान्तरूपमस्ति. रूपसिद्धौ च्योः कुः इति सूत्रस्य प्राधान्यमस्ति. भक्तिः इति भज् धातोः रूपं खलु, भज् धातुतः लटिरूपं भजति, लृट्लकाररूपं भक्ष्यति, तत्र विशिष्टं रूपम् अस्ति इति अहं भावयामि. भज् धातोः लटिरूपं भजति किन्तु लृटिरूपं भक्ष्यति, भक्ष्यति भक्ष्यते एवं वक्तव्यं भवति, किञ्चित् तत्र वैशिष्ट्यमस्ति इति मम चिन्तनं. साधु भगिनि. एकः सन्देहः भगिनि, भगिनि भक्ष्यति इति भिन्नम् अर्थमपि भवति किल, भोजनम् इति भक्ष्यति इति भोक्ष्यति भक्ष्यति समानम् अर्थं भवति किल न वा? भज् धातोः लृटिरूपं तु भक्ष्यति, भुज् धातुः वृथादिगणे अस्ति, भक्षयति इति रूपं सिद्ध्यति इति. भुज् धातोः रूपं भोजनं, भुज् धातुतः लृट् प्रत्ययस्य योजनेन भोक्ष्यति इति रूपं सिद्ध्यति. भुज् इत्यत्र उदुपधधातुः अस्ति इति कारणतः गुणकार्यं भूत्वा भोक्ष्यति, किन्तु अन्यानि सन्धिकार्याणि तत्रापि भवन्ति. भुज् धातुतः भोक्ष्यति इति रूपम् अस्ति, किन्तु अत्र धातुः भज् भज् अस्ति इति कारणतः उपधायाम् अकारः अस्ति इति कारणतः अत्र भक्ष्यति इति रूपं लृटिरूपम्. अस्तु भगिनि, परन्तु अत्र अत्रैव भक्षणम् इति एकं ल्युडन्तरूपम् अस्ति किल, तत् किं धातुतः आयाति? तत् कः धातुतः? चिन्तनीयं. भक्षणार्थे इत्युक्ते खादनार्थे इति अहमपि जानामि. तदेव मम सन्देहः अपि. भक्ष इति भक्ष अदने इति एकः धातुः अस्ति खलु, तस्य ल्युडन्तरूपं मेबि प्रायशः, अर्थः तु समानः अस्ति इति कारणात्. गीताञ्जलि भगिनी भवती करोतु. श्रूयते वा? श्रूयते. श्रूयते वा? तत्र भेदः कः? शृणोति वा नो चेत् श्रूयते वा, द्वयोर्मध्ये भेदः कः? कर्तरी वा कर्मणि वा इति. द्वयमपि साधु खलु? द्वयमपि साधु. मया एकं तु तृतीय स्वीकरोति, कर्मणि तु तृतीय स्वीकरोति, अपि च कर्तरी तु प्रथमा इति. उत्तमं. भवती शृणोति खलु वाक्यं साधु, भवत्या श्रूयते खलु? हा, द्वयमपि साधु. योगिनः तत्त्वं पश्यन्ति, तत्र योगिनः इति बहुवचनमस्ति, नकारान्त प्रातिपदिकमिति मन्ये. योगिन् योगी, योगिनौ, योगिनः. योगिनः पश्यन्ति, तत्त्वं कर्मपदं, पश्यन्ति इति लृट् रूपमस्ति. भगिनी अत्र तत्त्वम् इति कीदृशं पदम्? तत्त्वं ल्युडन्तम् अस्ति वा भगिनि? न न, तत् इति प्रातिपदिकम् अस्ति, प्रातिपदिकं स्वीकृत्य त्वा इति प्रत्ययं योजयामश्चेत् तत्त्वम् इति रूपं सिद्ध्यति, ल्युडन्तं नास्ति. ल्युडन्तं नास्ति इति कथं वक्तुं शक्यते? अनभवनीयं खलु, श्रवणं, मननं, गमनम्, अवतरणम्, अन नास्ति इति कारणतः ल्युडन्तं नास्ति इति वक्तुं शक्यते खलु? सत्यं, सत्यं. तत्त्वम् इत्युक्ते यदार्थस्वरूपं, यदार्थस्य भावः यादार्ध्यं. यादार्ध्यम् इति पदमपि अस्ति, तद्धितप्रत्ययान्तपदं. यदार्थस्य भावः यादार्ध्यं, तत्त्वम् इत्युक्ते तस्य भावः, तस्य भावः एव तत्त्वं. भवती जानाति खलु मधुरत्वं, सुन्दरत्वं, तत्र त्वा इति प्रत्ययः अस्ति. इत्युक्ते प्रातिपदिकात् त्वा इति तद्धितप्रत्ययस्य योजनेन तादृशानि पदानि सिद्ध्यन्ति. एवमेव अत्रापि तत् इति प्रातिपदिकं स्वीकृत्य त्वा इति प्रत्ययस्य योजनेन तत्त्वं. त्वा इति प्रत्ययः अस्ति भगिनि? अस्ति. अस्तु, तस्य तत्र अनुबन्धवर्णाः सन्ति वा? साधारणानि पदानि एव, मधुरत्वं, सुन्दरत्वं, तद्धितप्रत्ययान्तरूपाणि. त्वं प्रत्यय मकार अपगच्छति इति वा? प्रत्ययस्य नाम तु त्वा. ओ अस्तु, अस्तु. योजितुं शक्यते वा? तप्रत्ययः तत्त्वता इति रूपमपि सिद्ध्यति वा? तत्त्वता, सुन्दरता, त्रयः प्रत्ययाः सन्ति, तल् प्रत्ययः, त्वाप्रत्ययः, ह्यञ् प्रत्ययः. एते त्रयः प्रत्ययाः सर्वेषां प्रातिपदिकानाम् अन्ते भवन्ति वा, तत्र प्रत्येकं प्रत्ययस्य प्रसङ्गे नियमाः सन्ति वा इति अपि चिन्तनीयम्. सौन्दर्यम् अपि भवति किल, सौन्दर्यं, सुन्दरता एवं किम् अस्ति, सुन्दरत्वं, त्रीणि अपि अस्ति किल, तादृशम्. तत्र एकं सूत्रम् अहं दृष्टवती भगिनी, तस्य भावस्त्वतलौ इति 51119 नम्बर्, तत्र दत्तमस्ति भावः अस्मिन् अर्थे षष्ठी समर्थात् त्वौ, त्व तथा तल् प्रत्ययौ भवतः. अतः घट योगः तल् घटता इति, तत्र अपि त्व इति प्रत्ययः अस्ति तस्य उदाहरणम्. साधु भगिनी, धन्यवादाः. एतानि पदानि तद्धितप्रत्ययान्तपदानि. एते त्रयः प्रत्ययाः सर्वेभ्यः प्रातिपदिकेभ्यः विधीयन्ते वा न वा इति द्रष्टव्यं, नियमाः सन्ति वा इत्यपि ज्ञातव्यम्. लिङ्क् अहं स्थापितवती चेट् मध्ये, तत्र अष्टाध्यायी डाट् काम् तस्य, तत्र अहं प्राप्तवती, अतः अहं स्थापितवती अत्र. इट् मेन्शन्स् आल् दीस् तद्धितकारे तस्य भाव अर्थे कानि कानि प्रत्यया, के प्रत्ययाः, अपि च कस्मात् प्रातिपदिकात् ते विधीयन्ते एट्सेट्रा. सो ऐ फौण्ड् इट् वेरि यूस्फुल्, सो शेर्ड् इट्. धन्यवादाः. गीताञ्जलि भगिनी, पश्यति इत्यत्र धातुः कः? हा, दृश् धातु अस्ति तत्र, किन्तु पश् आयाति, एकं दीर्घं सूत्रमस्ति, पा घ्रा ध्मा, एकनिमेष भगिनी, सम्पूर्ण दृष्ट्वा वदामि. अस्तु, पा घ्रा ध्मा स्था ना दा दाण दृश्यति तिसर्तिषद सदां पिब जिघ्र धम तिष्ठ मन यच्छ पश्यर्च्छ धौषीयसीदाः. क्षम्यतां भगिनी, बहु क्लिष्टा जाता. दीर्घसूत्रेण दृश् धातु पश्य इति स्वीकरोति, रूपं स्वीकरोति चेत् लट् रूपं भवति, पश्यति, पश्यतः, पश्यन्ति. किन्तु लुट् अस्ति चेत् तु धातु दृश् एव तिष्ठति, दृश्योगः. भगिनी अत्र पश्यतु, धातुः दृश् अस्ति, दृश् इति कथनेन दकारः, ऋकारः, तालवेशकारः इति रूपम् अस्ति. किन्तु द्रक्ष्यति इत्यत्र दकारः, रेफः अस्ति. तद्रूपं साधयितुमपि एकं विशिष्टं सूत्रम् आवश्यकम्. सूत्रं किम् इत्युक्ते, सृजिदृशोर्झल्यमकिति. सृजिदृशोर् इत्युक्ते दृश् धातोः प्रसङ्गे अकित् प्रत्यये परे अम् आगमः भवति इति तेन सूत्राणि उच्यते. तत्रापि बहूनि सन्धिकार्याणि सन्ति, तेन दृश् धातुतः द्रक्ष्यति इति रूपं सिद्ध्यति. अग्रे सरतु. हा, अस्तु, द्रक्ष्यतु. अस्तु, सूत्रं पुनः वदतु भगिनी. सूत्रं दृश् द्रक्ष भवति सृजि. हा हा हा, सृजि दृशोर्झल्यमकिति. सूत्रेण किं भवति इत्युक्ते, अम् आगमः भवति. अम् आगमः इति कथनेन अम् मित् अस्ति खलु. अम् अम् मित् अस्ति, मित् अस्ति इति कारणतः मेदचोन्त्यात् परः इति सूत्रेण अन्तिम अचुवर्णात् परमायाति. अन्तिम अचुवर्णः कः दृश् इत्यत्र? दृ इत्यत्र ऋकारः एव अन्तिम अचुवर्णः. ऋकारात् परम् अम् आगमः भवति. तदनन्तरं तत्र इको यणचि कार्यं भवति, इत्युक्ते यणादेशः भवति. यणादेशः भवति चेत् तत्र ऋकारस्य स्थाने रेफः आयाति. ओ, अस्तु भगिनि. तदनुसृत्य एव द्रक्ष्यति रूपं सिद्ध्यति. उरण्परः अपि अत्र कार्यं करोति वा? न, हर् द्रर् करके द्रर् इति रूपं सिद्ध्यति वा? वरुणरपः नास्ति महोदय, नास्ति वा? ओ नास्ति. एकवारं पश्यन्तु, द्रु योगः अम् योगः शकारः, तत्र अम् इति कथनेन मकारः हलन्तीम् इत्यनेन अपगच्छति, आ एव तिष्ठति. ध्रुवयोगः आ इति स्थितिः अस्ति. ऋकारात् परम् अकारः अस्ति. अत्र इको यणचि सूत्रेण यण आदेशः भवति चेत् ऋकारस्य स्थाने रेफादेशः भवति. रेफादेशः भवति चेत् ध्रु इत्यस्य रूपं द्रा भवति. द्रायोगः शकारः द्रश् इति रूपं भवति. तत्र कार्याणि सन्ति इति मम परिशीलनम्. अग्रे सरतु. अस्तु. सो द्रक्ष्यति द्रक्ष्यतः द्रक्ष्यन्ति, योगिनः तत्त्वं द्रक्ष्यन्ति द्रक्ष्यन्ति इति लट् रूपम्. अग्रिमं करोमि भगिनि. वदतु. हा, वयम् अतः परं न भवामः. वयं वयम् इति तु बहुवचनमस्ति अस्मत् प्रातिपदिकस्य, अतः तु अव्ययपदमिति मन्ये. परं न भवामः, भवामः अपि उत्तमपुरुष बहुवचनरूपम् अस्ति. भू धातुतः लट् रूपं भवामः. तत् लट् रूपम् अस्ति चेत् भू धातु भू भविष्यति, किन्तु भविष्यामः. एकवारं नवरूपाणि वदतु. आं भगिनी, प्रयत्नं करोमि. भविष्यति भविष्यतः भविष्यन्ति, भविष्यसि भविष्यतः भविष्यथ, भविष्यामि भविष्यावः भविष्यामः. अत्र तु भविष्यामः इति रूपमायाति. धातुः इडनुकूलधातुः, अतः इडागमः भूत्वा भविष्यति खलु? सत्यं. भविष्य इकार आयाति, इत् आयाति चेत् भविष्यति. आं भगिनि. अतः इति पदमस्ति खलु, अतः इति अव्ययपदमेव. पञ्चम्यर्धे कारणपञ्चमी अपि भवितुं शक्नोति. अतः इत्युक्ते तस्मात् कारणात् इति अर्थः अपि अस्ति, भिन्न अर्थः अपि अस्ति. किन्तु पञ्चम्यर्धे तत्र तस् इति प्रत्ययः विहितः भवति इति कृत्वा तस्य मूलरूपम् अतस्, अतस् इत्यस्मात् अतः इति रूपं सिद्ध्यति. इत्युक्ते ऋत्वविसर्गयोः कारणेन ससजुषोरुः खरवसानयोर्विसर्जनीयः इति सूत्राभ्याम् अत्र विसर्गादेशः भवति. अपि च भूधातोः उत्तमपुरुषलोट्लकाररूपं भवानि, भवानि, भवाव, भवाम इति रूपाणि भवन्ति. भूधातोः लोट् रूपम् उत्तमपुरुषरूपं भवानि इत्युक्ते ह्रस्व ईकारयुक्तं रूपम् अस्ति. भवानी इति दीर्घ ईकाररूपम् अस्ति, भवती जानाति खलु? भवानी तु ह्रस्व तु लोट् अस्ति एव, भवानी अपि लोट् अस्ति इति वदति भगिनी. भवानी दीर्घ ईकारयुक्तं रूपं, तत्तु तिङन्तपदं नास्ति, सुबन्तपदम्. अस्तु अस्तु. भवानी तु देवी. हा, देवी. तत्र ह्रस्वयुकारयुक्तं रूपं लोट् रूपं भवानी अस्ति, किन्तु सुबन्तपदं भवानी इति दीर्घ ईकारयुक्तं रूपम् अपि अस्ति इति वार्ता. तत्र स्त्रीप्रत्ययं योजितः वा? आं, अस्तु भगिनि. पार्वत्याः नाम एव किल? तत्र पञ्चम्यर्थे इति भवती उक्तवती, अतः इति विषये तः केवल तः आयाति अपि पञ्चम्यर्थे भवति, किमपि विद्यालयतः आगच्छामि तदपि पञ्चमी भवति, किन्तु तत्र अ नास्ति, केवल तः अपि योजनीयं चेत् समीचीनम् इति न भगिनि? ग्रन्थालयतः, पाठशालातः सम्बन्धः अस्ति वा भगिनि? अतः अपि च तः एव सम्बन्धः अस्ति वा द्वयोः? इत्युक्ते सर्वनामपदात् तस्प्रत्ययस्य योजनेन अतः इति रूपं सिद्ध्यति, किन्तु तत्र भेदः अस्ति प्रत्यये. किन्तु अर्थः तु समानेव भगिनी वदतु रोहिणी भगिनी पञ्चम्या तस्य इति अस्ति चिन्तयामि तस्य तत्र सर्वनामस्य कृते तु स्मात्स्मिनौ इति अस्ति खलु नसिंह्योः स्मात्स्मिनौ तस्य नसि प्रत्ययः अस्ति प्रत्ययः अस्ति चेत् स्मात् अपि च नि प्रत्ययः अस्ति चेत् स्मिन् इति पञ्चमी सप्तमी परन्तु तस् इति प्रत्ययः न अवगतं भगिनी रोहिणी भगिन्या उक्तमेव पञ्चम्या तसिल् इति सूत्रेण अतः ततः कुतः यतः इतः ईदृशानि पदानि सिद्ध्यन्ति पञ्चम्यर्थे एव अग्रे सरतु भगिनि अग्रिमवाक्यं यूयं स्वनिमित्तमेव पाकं कुरुत यूयं कुरुत इति स्वनिमित्तम् एव पाकं कुरुत तत्र यूयं तु वयं जानीमः त्वं यूयं बहुवचनं स्वनिमित्तम् एव इत्युक्ते पाकं पच् धातु तत्र पच् धातु विशिष्टधातु अस्ति इति अस्ति चेत् इत्युक्ते आत्मनेपदी अपि परस्मैपदी अपि भवितुमर्हति इति वा भगिनि पच् धातुः उभयपदी धातुः इति तु सत्यं पच् धातुतः घञ् प्रत्ययस्य योजनेन पाकः इति रूपं सिद्ध्यति पच् धातुतः ल्युट् योजनेन किं भवति पचनम् उत्तमं क्लिद् धातुतः ल्युट् योजनेन किं भवति क्लेदनं पचनम् अत्र पच् धातुतः पचनं करोति इति साधु पाकं करोति इति साधु पचनम् इत्यत्र ल्युट् प्रत्ययः पाकः इत्यत्र घञ् प्रत्ययः अस्ति अत्र निमित्तम् इति पदमस्ति कीदृशं निमित्तं कीदृशपदम् तत्र कथं निष्पन्नं भवति निमित्तं नि इति उपसर्गः अस्ति उपसर्ग मित्वा मिद् इति धातुः अस्ति मिद् मिद् किन्तु तत्र वैशिष्ट्यं किम् इत्युक्ते साधारणतया दकारान्तधातुः अस्ति चेत् मिद् अस्ति चेत् मिन्न भिद् अस्ति चेत् भिन्न एवं क्तान्तरूपाणि सिद्ध्यन्ति तत्र एकेन विशिष्टसूत्रेण रदाभ्यां निष्ठातः नः पूर्वस्य च दः इति सूत्रेण धातुः दकारान्त हलन्तधातुः अस्ति चेत् मिद् मिन्न भिद् भिन्न छिद् छिन्न एवं रूपाणि भवन्ति किन्तु तत्र एकेन विशिष्टसूत्रेण अपवादत्वेन मित्त इति रूपमेव सिद्ध्यति मित्त इति क्तान्तरूपं भवति नपुंसकलिङ्गे अत्र रूपमस्ति नियोगः मिद् योगः क्ताप्रत्ययः निमित्त इति प्रातिपदिकं नपुंसकलिङ्गे निमित्तम् इति रूपं धातुः मिद् मिद् अस्ति मिद् भ्वादि अपि च दिवादि अपि अस्ति भगिनी तत्र भ्वादि एव अपि च निमित्तम् इत्युक्ते हेतुः खलु हेतुः हा हा हेतुः स्वनिमित्तम् इत्युक्ते स्वस्य कृते स्वस्य कृते तदेव आत्मनेपदी अर्थ दर्शयति इति विशिष्ट अंश न भगिनी वाक्ये इत्युक्ते परस्मैपदी एव वाक्यं किन्तु स्वनिमित्तमेव इत्युक्ते आत्मनेपदी भावः आयाति न भगिनी वाक्यनिर्माणं कथं कृतमस्ति यूयं स्वनिमित्तमेव पाकं कुरुत इति लिखितमस्ति इत्युक्ते अत्र पच् धातोः प्राधान्यं नास्ति क्रू धातोः प्राधान्यं सत्यं पच् धातुः तु उभयपदी एव स्वस्य कृते पाकं करोति चेत् पचते रूपं वक्तव्यम् अन्येषां कृते क्रियायाः फलं गच्छति चेत् पचति इति रूपं वक्तव्यं भवति इति तु अन्या वार्ता, किन्तु अत्र क्रू धातोः प्रामुख्यमस्ति. इत्युक्ते यूयं कुरुत, यूयं किं कुरुत? यूयं पाकं कुरुत. अस्तु, यदा यदा आत्मनेपदी भावः अस्ति चेत् तदनन्तरं क्रू मुख्यप्राधान्य धातु नास्ति, किन्तु पच् भवितुम् अर्हति तद् तदा. पच् इति धातोः अर्थः तु तण्डुलानां विक्लित्ति अनुकूलव्यापारः. पच् धातोः अर्थः तण्डुलानां विक्लित्ति अनुकूलव्यापारः. विक्लित्ति इत्युक्ते क्लेदनं, क्लेदनम् इत्युक्ते मृदुभवनं, तण्डुलानां मृदुभवनम् एव पाकः खलु. सत्यमेव. दर्शना भगिनी वदतु. एकः प्रश्नः अस्ति, तत्र कुरुत लोट्लकारे अस्ति, तदर्थम् आत्मनेपदी नास्ति किम्? अन्यथा कृ अपि उभयपदी एव किल? उत्तमं. तर्हि गीता भगिनी उक्तवती तत्तु सत्यमेव, स्वनिमित्तम् अस्ति चेत् वस्तुतः आत्मनेपदी योजितव्यम्. किन्तु लक्ष्मी भगिनी उक्तवती कृ इति प्राधान्य धातु चेत् उभयपदी अस्ति किल, अर्हति अर्हति. अस्तु अस्तु अस्तु. सो अत्र परस्मैपदीरूपं प्रयोज्यम् अस्ति, तस्य प्रयोगमस्ति, किन्तु भाव तु आत्मनेपदी एव इति. नैव नैव, गीता भगिनी तत्र अस्माकं किं दट् दिस् आत्मनेपदी थिङ्ग् डस् नाट् होल्ड् ट्रू एव्रिवेर्, जस्ट् कम्स् औट् इवन् मोर् क्लियर्ली. भगिन्या किमुक्तमस्ति, अत्र कुरुत परस्मैपदिरूपं दत्तमस्ति खलु, लोट्लकाररूपं, तत्र कुरुत स्थाने कुरुध्वम् इति वक्तव्यं वा? इत्युक्ते भगिन्या यदुक्तं तत् साधु एव. कुरु धातुः अपि उभयपदी. आत्मनेपदिरूपाणि किञ्चित् तत्र काठिन्यमस्ति इति कारणतः अत्र आदौ परस्मैपदिरूपमेव दत्तमस्ति. कुरुत इति लोट् रूपमेव, मध्यमपुरुष बहुवचनरूपं. कुरुध्वम् इति वक्तव्यं भवति. साधारण लृट् रूपं तु यूयं स्वनिमित्तमेव पाकं करिष्यथ इति. करिष्यथ करिष्यथ. आत्मनेपदिरूपं किं भवति? आत्मनेपदिरूपम् अस्ति करिष्यद् करिष्यद् द्वि. रूपाणि एकवारं स्मारयामि. करिष्यते, करिष्येते, करिष्यन्ते, करिष्यसे, करिष्येथे, करिष्यध्वे, करिष्ये, करिष्यावहे, करिष्यामहे खलु. आं सां सां समीचीनं भगिनि. उत्तमं. दक्षिणा भगिनी भवती करोतु. शस्त्राणि आत्मानं न छिन्दन्ति. शस्त्राणि शस्त्रम् इति नपुंसकलिङ्गे अस्ति. बहुवचनरूपं तु शस्त्राणि अस्ति. आत्मानं तत्र आत्मन् इति प्रातिपदिकम्, आत्मानं द्वितीयाविभक्तौ अस्ति. न छिन्दन्ति, छिद् धातु इति मन्ये. छिन्दन्ति तु बहुवचनं, लट्लकाररूप उत्तमपुरुषः, क्षम्यतां प्रथमपुरुषः. अपि च किम्? आत्मानं न छिन्दन्ति. अन्य शस्त्राणि आत्मानं न अत्र किञ्चित् काठिन्यमस्ति भगिनी. अत्र धातुः छिद् धातुः. छेदिष्यति, छेत्स्यति इति भवति. सन्धिकार्याणि सन्ति, रूपाणि पश्यन्तु. अत्र धातुः रुधादिगणे अस्ति इति कारणतः रुधादिगणीयधातूनां रूपाणि किञ्चित् सरलानि न सन्ति. छिद् धातुः द्वैधीकरणे, द्वैधीकरणे इत्युक्ते द्विधा भवनं, द्वैधीकरणे इत्यस्मिन् अर्थे छिद् धातुः अस्ति. तस्य रूपाणि लटिरूपाणि छिनत्ति, छिन्तः, छिन्दन्ति एवं भवन्ति रूपाणि. छिद् धातुतः छिन्दन्ति इति रूपं सिद्ध्यति, किन्तु रुटिरूपं छेत्स्यति, छेत्स्यतः, छेत्स्यन्ति एवं रूपाणि भवन्ति. एकवारं सन्धिकार्याणि कथं भवन्ति इति परिशीलयामश्चेत्, छिद् इति धातुः अस्ति, इगुपधधातुः, छिद् इत्यत्र उपधायाम् इकारः अस्ति, तस्मात् परं स्यति इति लृट्लकारप्रत्ययः अस्ति, आर्धधातुकप्रत्ययः. आर्धधातुकप्रत्ययं निमित्तीकृत्य छिद् इति अङ्गे गुणकार्यं भूत्वा छिद् छेद् भवति, छेद्योगः स्यन्ति. तत्र खरिचसूत्रेण छेत्स्यति इति रूपं भवति. दकारस्य स्थाने तकारादेशः खरिचसूत्रेण भवति, तेन छेत्स्यति, छेत्स्यतः, छेत्स्यन्ति एवं रूपाणि भवन्ति. छिद् धातुः भिन्नः, भिद् धातुः भिन्नः. छिद् धातोः क्तान्तरूपं छिन्नम्, भिद् धातोः क्तान्तरूपं भिन्नम्. तत्र एव रदाभ्यां निष्ठातः नः पूर्वस्य च दः इति सूत्रस्य प्रसङ्गः अस्ति. इत्युक्ते धातुः दकारान्तधातुः छिद्, अतः कृतान्तरूपं छिन्नम्. अग्रे सरतु भगिनि. एकसन्देहः अत्र, छिद् धातुः तत्र नुमागमः भवति किल, इदि धातुः अस्ति किल, छिदिम् इति धातु, धातु औपदेशिकधातु अस्ति किल. शोभा भगिनी कृपया वदतु. रुधादिगणीयधातुः श्नम् विकरणप्रत्ययः आयाति, वदतु. पुनः प्रश्नं पृच्छतु भगिनि, क्षम्यताम्. अत्र धातुः छिद् अस्ति, किन्तु छिनत्ति, छिन्दन्ति एवं रूपाणि भवन्ति. तत्र रुधादिगणीयधातुषु श्नम् विकरणप्रत्ययः कुत्र आयाति? रुधादिगणीयधातोः श्नम् प्रत्ययः भवति चेत् धातोः मध्ये आगच्छति. छिदिर् इति धातुः इर् इत्यस्य इत्संज्ञा भवति, छिद् एव तिष्ठति. छिद् इत्यस्य मध्ये श्नम् इत्यस्य तत्र मकारः लोपः, शकारः लोपः न एव तिष्ठति, नकार न एव तिष्ठति. छिनत् छिनत् इति भवति. इत्युक्ते मेदचोन्त्यात् परः इति सूत्रेण श्नम्, श्नम् इति विकरणप्रत्ययः रुदादिगणीयधातुषु. रुदादिगणः सप्तमः गणः, सप्तमे गणे रुदादिभ्यः श्नम् इति सूत्रेण श्नम् इति विकरणप्रत्ययः मध्ये आयाति. कुत्र आयाति? साधारणतया विकरणप्रत्ययः धातु तिङ् प्रत्ययोः मध्ये आयाति, किन्तु रुधादिगणे विशिष्टरूपेण अयं श्नम् विकरणप्रत्ययः मित् अस्ति इति कारणतः, श्नम् इत्यत्र मकारः इति संज्ञकः मित् अस्ति इति कारणतः मिदचोन्त्यात् परः इति सूत्रेण मध्ये आगच्छति. अन्तिमाच्युवर्णात् परम् आयाति इति कृत्वा छिनद् इति रूपम् अस्ति, किन्तु तत्पश्चात् अन्यानि कार्याणि अपि भवन्ति इति. सुन्दरमहोदय अवगतं खलु? दर्शना भगिनी करोतु. आवां गीतां शृणुवः. आवां तु मध्यमपुरुषः, क्षम्यताम्, आवाम् आवाम् अस्मत् अस्मत् शब्दस्य सम्यक् किल द्विवचने द्विवचने प्रथमा प्रथमा विभक्ति किल आवाम्. आम् गीतां गीताम् अत्र आकारान्त स्त्रीलिङ्गशब्दः अस्ति, कर्मपदमस्ति. शृणुवः श्रुधातुतः लट्लकारः अपि च उत्तमपुरुषः द्विवचनमस्ति. उत्तमं वाक्यं पूरयतु. आवां क्षम्यताम् आवां गीतां श्रोष्यावः. उत्तमं भवती जानाति एव, केवलं स्मारयामि, गै धातोः रूपमेव गीता खलु? आम्. गै धातोः लटिरूपं गायति, किन्तु क्तान्तरूपं गीता. तत्र कानिचन सूत्राणि आवश्यकानि. गै धातुतः गा इति रूपं कथं सिद्ध्यति, तस्मात् परम् आकारस्य ईकारः कथं भवति इति प्रश्ने सति तत्र सूत्राणि सन्ति. गीतं, गीता, गीतः ईदृशानि कृतान्तरूपाणि त्रिषु लिङ्गेषु सम्भवन्ति, किन्तु गीता इति त्रिलिङ्गपदमस्ति. अग्रे सरतु. त्वं पापं न अनुभवसि. त्वं द्वितीया विभक्ति. त्वं त्वं क्षम्यतां, प्रथमा विभक्तिः युष्मच्छब्दस्य. पापं नपुंसकलिङ्गे अस्ति. पापम् अत्र कर्मपदं, न तु अव्ययम्. अनुभवसि, अनुभवसि भूधातुतः मध्यमपुरुषः एकवचनम्. अनुभविष्यति इति रूपं. त्वं पापं न अनुभविष्यति इति रूपम्. ज्ञातव्यः अंशः कः इत्युक्ते, भूधातुः अकर्मकः. भूधातुः अकर्मकः चेदपि अनु उपसर्गपूर्वकः भूधातुः सकर्मकः भवति इति अत्र वार्ता. त्वं पापं न अनुभवसि, त्वं दुःखं न अनुभवसि, सुखं न अनुभवसि. दुःखं, सुखं, कष्टं, पापं पदानि नपुंसकलिङ्गपदानि, किन्तु कर्मपदं भवति. किमर्थं चेत् अनु उपसर्गपूर्वकः भूधातुः सकर्मकः, अतः अत्र पापम् इति पदं कर्मपदम्. भूधातुतः भविष्यसि इति रूपं सिद्ध्यति. सुन्दरमहोदय, भवान् वदतु, भविष्यति रूपं कथं सिद्ध्यति? भविष्यति भूधातुः इद् सेट् सेट् धातुः, भूधातुः सेट् सिद्ध इति कारणेन भूधातोः भूयोगे स्यति, स्यति इति स्यति इति आर्धधातुक आर्धधातुकप्रत्ययः. तस्मात् सार्वधातुक आर्धधातुको योः इति सूत्रेण गुणस्य प्राप्तिः अस्ति. भू इगन्तधातुः इति कारणेन तस्य प्रसक्तिः अपि अस्ति, प्राप्तिः अपि अस्ति. तस्मात् भू भूयोग्ये भू भो भवति, गुणकार्यं भूत्वा भो भवति. एवं सन्धिकार्येण एचो अवयवाः इति अवयवायः इति सूत्रेण, सन्धिसूत्रेण भो भव् भवति. भव भव इडागमः अपि भवति इति कारणेन भव योग्ये भव् योग्ये इ योगे स्यति इति वर्णमेलनेन भवि भवि स्यति इति दन्त्यसकारः दन्त्यसकारः मूर्धन्य सकारः भवति. सूत्रं सूत्रं विस्मरामि. सूत्रेण आदेशप्रत्ययोः दन्त्यसकारः मूर्धन्य सकारः भवति. भवि भवि योगे श्यति भविष्यति इति वर्णमेलनेन इति रूपं सिद्ध्यति. भविष्यति इति रूपं सिद्ध्यति अन्तिमं रूपम्. उत्तमम्. अत्र दर्शनभगिनी अग्रिमं वाक्यं करोतु. कृष्णार्जुनौ सम्भाषणं कुर्वाते. कृष्णार्जुनौ तु द्वितीया विभक्त द्वितीया द्विवचने प्रथमा विभक्तिः. अपि च सम्भाषणं तत्रापि कर्मपदं सम्भाषणम् इति सम् उपसर्गः कर्मपदम् अस्ति. सम्भाषणम् अपि च ल्युडन्तम् अस्ति भाषणं. कुर्वाते सो करिष्येते. उत्तमम्. अत्र कृष्णार्जुनौ इति पदं समस्तपदमस्ति. कृष्णः च अर्जुनः च इति विग्रहवाक्यं वक्तव्यं भवति. द्वन्द्वसमासः अस्ति. इतरेतरद्वन्द्वसमासः चार्थे द्वन्द्वः इति सूत्रेण तत्र द्वन्द्वसमासः भवति. भाषणम् इत्यत्र णत्वं किमर्थमस्ति? तत्र श श अस्ति, मूर्धन्यश अस्ति तदर्थं. मूर्धन्यशकारस्य प्रभावेण अणत्वं भवति. अत्र लटीरूपं भाषते, भाषधातुतः ल्युट् योजनेन भाषणं. संस्कृतेन सम्भाषणं कुरु, जीवनस्य परिवर्तनं कुरु. श्रुतवती खलु? श्रुतवती न श्रुतवती, परन्तु किञ्चित् अनुभूतवती. उत्तमरीत्या उक्तवती, संस्कृतेन सम्भाषणं कुरु, जीवनस्य परिवर्तनं कुरु इति वाक्यं बहु समीचीनं वाक्यम्। अस्तु अग्रे करोतु। वयं कुरुक्षेत्रं गच्छामः, वयं तु अस्मत् शब्दस्य किं तत् प्रथमा विभक्तिः, अपि च कुरुक्षेत्रं तत्र तत्र समासः अस्ति परन्तु विग्रहवाक्यं न जानामि। कुरुक्षेत्रं कुरुक्षेत्रं गच्छामः, गच्छामः गम् धातोतः उत्तमपुरुषः, उत्तमपुरुषस्य बहुवचनमस्ति। वयं कुरुक्षेत्रं गच्छामः, वयं कुरुक्षेत्रं गमिष्यामः इति रूपम् अस्ति लृट्लकारे। अपि च तदेव। धन्यवादाः भगिनि। धन्यवादाः। इदानीं सुन्दरमहोदय भवान् करोतु। इदानीम् आवां सैन्य आवां सैन्यविन्यासं पश्यावः। आवाम् इति वयम् आवाम् अस्मत् शब्दस्य रूपम् आवाम्, अहम् आवाम् वयम् इति द्विवचनं। सैन्यविन्यासं सैन्यस्य विन्यासम् इति समस्तपदं, षष्ठी तत्पुरुष समस्तपदमस्ति। अत्र सैन्यविन्यासम् इति पदं कर्तृपदं वा कर्मपदं वा? सैन्यविन्यासं पश्यावः आवां कर्मपदम् इति मन्ये, कर्मपदम् एव। प्रथमान्तं पदं वदतु। प्रथमान्तं सैन्यविन्यासः, सैन्यविन्यासौ, सैन्यविन्यासाः, सैन्यविन्यासं, सैन्यविन्यासौ, सैन्यविन्यासान्। विन्यासः इति पदं कथं साधनीयम्? न्यासं वि उपसर्गपूर्वक न्यासम् इति पदं, न्यासः इति पदं भवति, वि पूर्वक वि उपसर्गपूर्वक न्यासम् आस् धातोः, ओके, नी उपसर्ग वि उपसर्गपूर्वक नी उपसर्गपूर्वक आस् धातोः, आस् धातोः न्यासः प्रायः शेञ् प्रत्ययः न, अस् धातोः रूपमेव आसः, अस् धातुः अस्ति चेदेव तस्य वृद्धिकार्यं भूत्वा आसः इति रूपं सिद्ध्यति। आसः इति पदात् पूर्वं नि उपसर्गः, वि उपसर्गः अपि अस्ति। वि उपसर्गपूर्वकः, नि उपसर्गपूर्वकः, अस् धातुतः घञ्योजनेन विन्यासः। सैन्यविन्यासः इत्युक्ते सेनायाः स्थापनम्। स्थापनं कीदृशं पदम्? स्थापनम् इति स्थादोतो, स्थापनम् इति द्युडन्तं पदमेव, स्थापि स्थाप इति, ओके, प्रेरणार्थ णिच् योजन, णिच् अपि योजनं भवति किल, स्थापनं। स्थानं स्थापनं द्वयोर्मध्ये भेदः अस्ति खलु? अस्ति, अस्ति एव, अस्ति एव। णिच् योजनेन पकारः आगच्छति, पुक् आगमः आगच्छति। स्थानम् इति अणिजन्तरूपं, स्थापनं इति अणिजन्तरूपम्। अग्रे सरतु। सैन्यविन्यासं पश्यावः, पश्यावः पश्य दृश् भवति लट् रूपे, दृश् दृश् भवति, दृश् दृष्ट दृश्य दृश्याम दृश्यामः दृश्यावः द्रक्ष्यावः, करेक्ट्, ओके, द्रक्ष्यति द्रक्ष्यतः द्रक्ष्यन्ति, द्रक्ष्यसि द्रक्ष्यतः द्रक्ष्यथ, द्रक्ष्यामि द्रक्ष्यावः द्रक्ष्यामः द्रक्ष्यावः इति रूपं भवति। उत्तमं। विन्यासः इति पदं परिशीलितं खलु, नियोगः नियोगः आसः, तत्र नियोगः आसः न्यासः, अत्र यण् सन्धिकार्यम् अस्ति खलु? आम्, यण् कार्य यण् सन्धिः कार्यं करोति। आम्, अग्रे सरतु। अग्रे कौरवाः पृथक् पृथक् शङ्खान् धमन्ति इति ओके कौरवाः कुरोः अपत्यं कुरोः अपत्यं तद्विदात् प्रत्ययः कौरवाः विग्रहवाक्यं वदतु कुरूणां सोरि अपत्यं सोरि कुरूणाम् अपत्यं पुमान् इति ओके पुमान् पुंसो पुंसः कौरवाः इति बहुवचनरूपं दत्तमस्ति कौरवाः धमन्ति इति बहुवचनरूपमस्ति इति कारणतः कुरोः अपत्यं पुमांसः पुमांसः पुमांसो पुमांसः ओके सो कुरूणाम् अपत्यानि पुमांसः इति वक्तव्यं किल अपत्यानि पुमांसः अपत्यानि पुमांसः पृथक् पृथक् पृथक् इति अव्ययं किल अव्ययं पृथं पृथक् इत्यस्य भावः प्राथुक्यं प्राथक्यम् इति प्राथक्यं वा पार्थक्यं पार्थक्यम् ओके ओके पृथक् इत्युक्ते भिन्नं पृथक् इत्यस्य भावः पार्थक्यं पार्थक्यम् इत्युक्ते भेदः अत्र द्वयोर्मध्ये भेदः कः इति अपि वाक्यं साधु द्वयोर्मध्ये पार्थक्यं किम् इति वाक्यमपि साधु अस्तु धमन्ति धमन्ति इति धुमा धुमा इति धातुः अस्ति धुमा धमन्ति धुमा इति धातुः धमन्ति धमन् धमति धमन्तः धमतः धमन्ति लट् रूपाणि तस्य लट् रूपं धमिष्यन्ति इति न भवान् किम् उक्तवान् धमाधातुः अस्ति धमाधातुतः लटीरूपं साधयितुमिच्छामश्चेत् लटीरूपसाधनवेलायां विशेषसूत्रम् आवश्यकं पाघ्राध्मा इति भगिनी पूर्वम् उक्तवती तत् दीर्घसूत्रम् आवश्यकं तेन सूत्रेण धम आदेशः भवति किन्तु अत्र धातुः तु धमा धमा धातुतः स्यति योजयतु धमा धातुतः स्यति स्मा धमा योगे स्यति इति ओके स्यति इति आर्धधातुक प्रत्ययः अस्ति तत्कारणेन सार्वधातुक अर्धधातुकयोः इति सूत्रेण भवति परन्तु इगन्तधातुः नास्ति धुमा धुमा इति इगन्तधातुः नास्ति तत्कारणेन धुमा ओके आकारान्तः धुमाकारः ओके इगन्तधातुः नास्ति लघुपदधातु धातुः अपि नास्ति तत्कारणेन तस्य प्रसक्ति गुणस्य प्रसक्तिः एव नास्ति तत्कारणेन धुमा एव अवश्य धुमा एव तिष्ठति धुमा योगे स्यति इति धंस्यति वा धंस्यति इति रूपं भवति वा भवतः चिन्तनं तु उत्तमं तत्र केवलं वर्णमेलनमेव भवति धुमा योगः स्यति धुमा स्यति तावदेव वर्णमेलनमेव भवति वर्णमेलनमेव ओ ओके धुमायोगः स्यति धुमास्यति अत्र पृथक् इत्यस्य भावः पार्थक्यम् अथवा पृथक् इति प्रातिपदिकात् त्वा प्रत्ययस्य योजनेन पृथक् त्वं पृथक्ता पृथक्ता इति अस्ति शङ्खान् शङ्खदातु शङ्खान् शङ्ख इति कर्मपदमेव किल चिन्तनं किं भवति शङ्खः इति पुंलिङ्गपदमस्ति शम् इति धातुतः निर्मितम् ऊणादिप्रत्ययेन निर्मितं पदम् इति अहं पूर्वं पठितवती शङ्खः इति शम् धातुतः निर्मितं पदं धातु किं कः अस्ति शम् शम् इति धातु ओके शम् धातुतः शङ्ख भवति वा ऊणादिप्रत्ययेन योजनेन उत्तमं धन्यवादः महोदय शोभा भगिनी भवती करोतु आं भगिनि अग्रे युवां ध्यानेन हृदये ईश्वरं पश्यथ इति तत्र युवाम् इति युष्मद्प्रातिपदिकस्य बहुवचने प्रथमविभक्तौ युवाम् इति भवति. ध्यानेन, ध्यानम् इति नपुंसकलिङ्गपदं, ध्यानेन तृतीयविभक्तौ. तत्र हृदये इति सप्तमीविभक्तिः नपुंसकलिङ्गपदं, तत्रापि हृदयम् इति हृदये. अपि च ईश्वरम् इति ईश्वरः इत्यस्य द्वितीया विभक्ति, ईश्वरं. तत्र पश्यतः, तत्र ईश्वरम् इत्यस्य मकारः अनुस्वारे परिवर्तनं भवति मोनुस्वारः इत्यनेन. पश्यतः इति पकारः व्यञ्जनम् अस्ति इति कृत्वा, मोनुस्वारः तु हलिपरे अपि च पदान्ते भवति. पश्यतः इति तत्र किं भवति, तत्र द्रक्ष्यतः इति, तत्र दृश् इति धातुः, दृश् इति तत्र लृट् लकारे अर्धधातुकलकारः इति कृत्वा धातोः मूलरूपम् एव भवति. दृश् योगः तत्र किं द्रक्ष्यति इति सम्यक् न जानामि. स्यति इति प्रत्ययः आगच्छति तत्र, किन्तु रूपं द्रक्ष्यति, द्रक् दृश् इत्यस्य न जानामि, द्रक्ष्यति इति भवति. युवां पश्यथः इति लिखितमस्ति, सम्यक् परिवर्तनं कृत्वा वदतु. युवां तत्र, ओ युवाम् इति द्विवचने, मध्यमपुरुष द्विवचनमस्ति, मध्यमपुरुष द्विवचने. अपि च तत्र पश्यथः एव भवति किल, पश्यतः इति लृट् रूपयोजनीयं परिश् अस्तु, द्रक्ष्यथः इति भवति. उत्तमम्, अत्र युवां द्रक्ष्यथः इति रूपं भवति. ध्यै इति धातुतः ध्यायति इति लटिरूपं सिद्ध्यति, ध्यै धातोः रूपमेव ध्यानं खलु. आम् आम्, युडन्तरूपमस्ति, वदतु. ध्यायति इति ध्यै अस्ति चेत् तत्र यथा गैवत् इति मन्ये, तर्हि तत्र ध्या इति दीर्घ आकारान्तरूपं भवति. सूत्रम् अधुना न स्मरामि. आदेश उपदेशेशिति, आदेश उपदेशेशिति इत्यनेन तत्र ऐकारान्तधातवः दीर्घ आकारान्त, ध्या इति अस्तु, ध्यायति इति प्रथम. तत्र चिन्तनं कथं भवेत्, लटीरूपं साधयितुमिच्छामश्चेत् भिन्नचिन्तनं, लटीरूपं साधयितुमिच्छामश्चेत् तत्र ध्यै इति धातुः अस्ति, ऐकारान्तधातुः अस्ति, ऐकारान्तधातुः अस्ति, लटीरूपं साधनीयं, तत्र यचोयवायावः इति सन्धिकार्यमेव अस्ति. इत्युक्ते ऐकारस्य स्थाने आय् आदेशः कृत्वा ध्यायति इति रूपं तत्र सिद्ध्यति. किन्तु ल्युडन्तरूपसाधनवेलायां ल्युट् प्रत्ययः असित् प्रत्ययः अस्ति इति कारणतः आदेश उपदेशे शिति इति सूत्रेण ध्यै इति एजन्तधातुः आकारान्तः भवति इति कारणतः ध्यै इत्यस्य रूपं ध्या भवति. ध्यायोगः अन, ध्यान इति प्रातिपदिकं ध्यानम्. एवमेव गै धातुतः, गै धातुतः तत्र गानम् एव भवति, लटी गायति इति भवति यथा ध्यायति इति, किन्तु तत्र ल्युडन्तं चेत् गा भूत्वा गानम् एव भवति. तत्र ध्यै धातुतः ध्यानं, गै धातुतः गानम् इति भवति. अत्र हृदयं, हृदयम् इति नपुंसकलिङ्गपदमस्ति, बहुवचनरूपं हृदयानि, तत्र णत्वं किमर्थं नास्ति? तत्र हृदयानि तकारस्य तवर्गीयदकारः मध्ये आगच्छति. अपि च हृदय एकक्षणं, हृदयानि नकारस्य प्राक् आकारः यकारः अपि अस्ति. यकारः तु अट् प्रत्याहारस्थवर्णः, तत् सम्यक् एव, किन्तु ऋकारस्य अनन्तरं तत्र दकारः आगच्छति, तत् बाधा भवति. तवर्गीयवर्णाः बाधाः भवन्ति, अतः तत्र णत्वं न भवति. उत्तमम्, ईश्वरस्य भावः ऐश्वर्यम् इति भवति. उत्तमम्, अग्रे सरतु. अग्रे यूयं निमित्तमात्रं भवता इति, तत्र पुनः यूयम् इति युष्मद् पदस्य बहुवचने, निमित्तमात्रं तत्र निमित्त इत्युक्ते निमित्तम् इति जानीमः, मात्रं केवलं निमित्तरूपेण भवतु इति अर्थे तत्र समासः अस्ति वा इति? समासः अस्ति तत्र, निमित्तम् एव, निमित्तमात्रम् इत्युक्ते हेतुमात्रम् इति अर्थः, निमित्तम् एव भवतु, तत्र तत्पुरुषसमासः अस्ति, निमित्तमेव भवतु इति, हेतुमात्रं भव इति अर्थः अस्ति. अग्रे सरतु. भवतः इति तत्र मध्यमपुरुषे तृतीय क्षमतां किं तत्र बहुवचने भवतः इति भवति भूधातोः, तत्र भूधातुः तत् सेट् धातुः, अतः तत्र इडागमः भवति भविष्यथ इति भवति. किं तत्र भविष्यत्काले भविष्यथ इति रूपमस्ति. अग्रे. लोके दैवम् आसुरम् इति द्वौ विभागौ स्तः. तत्र लोके इति लोक इति प्रातिपदिकं, लोकः इति प्रथमविभक्तौ, लोके इति सप्तमी, देवः इति पदस्य दैवम् इति भावं भवति, आसुरम् आसुरः असुरः इत्यस्य आसुर्यम् इति भवति भावपदम्. देवस्य इदं दैवम् इति, देव इति प्रातिपदिकात् तद्धित प्रत्ययस्य योजनेन दैवम् इति रूपं भवति. असुरस्य इदम् आसुरं, तद्धितेषु अचाम् आदेः इति एकं सूत्रमस्ति. तद्धितप्रत्ययान्तरूपेषु आदिम अचुवर्णस्य वृद्धिः भवति, आदिवृद्धिः भवति, तदर्थमेव असुरस्य इदम् आसुरम् इति असुरस्य भावः आसुरम्. किम् अस्ति अत्र? विभागौ स्तः इति लिखितमस्ति. भिन्नरीत्या वदतु इदमेव वाक्यं. विभागौ स्तः इति लिखितमस्ति. विभागौ स्तः, लोके दैवम् आसुरम् इति द्वौ विभागौ स्तः. लोके देवस्य असुरस्य इति विभजनं कृतम् इति भवितुम् अर्हति. भगिनी भवती उक्तवती विभजनं, तत्पदं कीदृशं पदं? लुडन्तपदं, भज् धातोः वि उपसर्गपूर्वकम्. एवमेव अत्र विभागः, विभागः इति पदमपि भज् धातोः रूपमेव. भज् धातुतः भागः, वि उपसर्गपूर्वकः, भज् धातुतः घञ्योजनेन विभागः. अत्र मम आशयः कः इत्युक्ते विभागद्वयं वर्तते इति अपि साधु, खलु? आम्, तत् आम् तदपि भवितुमर्हति. लोके दैवम् आसुरं, तत्र यतोहि इति पदम् आगतः इति कृत्वा च इति न आवश्यकम् इति. साधारणतया लोके दैवम् आसुरं च द्वौ विभागौ स्तः इति भवति. तत्र इति तस्य किं तस्य स्थाने आगच्छति इति दृश्यते. साधु वा? दैवम् आसुरम् इति द्वौ विभागौ स्तः, अत्र च इति किमर्थं न लिखितं न जाने. च अस्ति इति मन्ये, च भवितव्यम् अत्र. अध्याहार द्वौ विभागौ स्तः इति लिखितमस्ति, नो चेत् विभागद्वयं वर्तते, विद्यते अपि साधु. विभज्यते अनेन इति विभागः, विभज्यते इति पदमस्ति. विभज्यते इति कीदृशं पदम्? विभज्यते इति तत्र कर्मणि कर्मणि वाक्ये कर्मणि प्रयोगः. विभज्यते भवति चेत् लोके तत्र तृतीय एव भवनीयं किल? तत्र किमर्थम् उक्तवती इत्युक्ते विभागः इत्युक्ते विभज्यते अनेन इति विभागः. कर्मणि रूपाणि बहु सुलभानि भवन्ति, कर्तरीरूपेषु कुत्रचित् नूतनानि सूत्राणि आवश्यकानि भवन्ति, किन्तु कर्मणि रूपेषु बहु सौलभ्यम् अस्ति. इति प्रत्यय एव आगच्छति, वि उपसर्ग वि उपसर्गः योगः भज् धातुः योगः यक् अपि च ते इति तिङ्प्रत्ययः, तेन एव विभज्यते इति भवति. उत्तमम्. तत्र विभज्यते, विभागः, विभजनम् इमानि पदानि भज् धातुतः वि उपसर्गपूर्वकयुक्तानि रूपाणि. अग्रे सरतु. अत्र दैवम् आसुरम् इति अण् प्रत्ययः वा तद्धितप्रत्ययस्य अण् प्रत्ययः वा इति चिन्तयामि. देवस्य इदं दैवम् दैवम् इति अण् प्रत्ययम्. अत्र एका वार्ता अस्ति. अत्र स्तः इति लिखितमस्ति. भगिनी इदं वाक्यं परिवर्त्य वदतु रुटिरूपं योजयित्वा. तत्र लोके दैवम् आसुरम् इति द्वौ विभागौ भविष्यतः इति भवति. तत्र अस् धातोः लृट् लकारे भू धातोः रूपाणि एव भवन्ति. तत्र भविष्यतः इति भवति. तत्र किं वक्तव्यम्? अस् धातोः लृटिरूपमपि भविष्यति, भूधातोः लृटिरूपमपि भविष्यति. किमर्थं चेत् अस् धातोः प्रसङ्गे आर्धधातुकप्रत्यये परे अस्तेर्भूः इति सूत्रेण भू आदेशः भवति, धात्वादेशः भवति इति कृत्वा अस् धातोः लृटिरूपमपि भविष्यति एव. अग्रे सरतु. हा, योगिनः कथं कार्यं कुर्वन्ति इति. योगिनः, योगी इति प्रथमविभक्तौ, योगिन् इति प्रातिपदिकं नकारान्तप्रातिपदिकं, योगी योगिनौ योगिनः इति बहुवचने. कथम् इति अव्ययपदं, प्रश्नार्थकपदं. कार्यं क्रूधातुतः आगतः पदं. कार्यम् इति तत्र कर्मपदं भवति. अपि च किं तत्र अन्यत् किं कार्यम् इति. कार्यं प्रसङ्गे किञ्चित् वदामि. तत्र क्रु धातुतः ण्यत् प्रत्ययस्य योजनेन निर्मितं पदं कार्यं. तत्र सूत्रमस्ति रुहलोर्ण्यत्, रुहलोर्ण्यत् इति सूत्रमस्ति. इत्युक्ते धातुः रुकारान्तधातुः अथवा धातुः हलन्तधातुः अस्ति चेत् रुहलोर्ण्यत् इति सूत्रेण ण्यत् प्रत्ययः भवति. ण्यत् प्रत्ययः भवति चेत् कृ कार्यं, ध्रु धार्यं, हृ हार्यं, वच् वाक्यं, पच् पाक्यम् एवं रूपाणि भवन्ति. अहं पूर्वम् उक्तवती कुत्र ण्यत् प्रत्ययः भवति, कुत्र यत् प्रत्ययः भवति इति प्रश्नः आयाति. धातुः हलन्तः चेत् ण्यत् भवति, ऋकारान्तधातुः अस्ति चेदपि ण्यत् भवति. तेन क्रू धातुतः कार्यम् इति रूपं सिद्ध्यति. कार्यम् इति पदं कुरुदन्तपदम्. अपि च कार्यं, कर्तव्यं, करणीयम् इमानि त्रीणि पदानि समानार्थकानि खलु? आम् आम्. कुत्र भवति यत् प्रत्ययः? कुत्र भवति? अन्येषु स्थलेषु. इत्युक्ते ऋकारान्तधातुं त्यक्त्वा तत्र बहवः नियमाः सन्ति महोदय. साधारणनियमः तु रुहलोर्ण्यत् इति सूत्रेण ऋकारान्तधातुः हलन्तधातुः अस्ति चेत् ण्यत् भवति. तत्र ण्यत् इति कथनेन तकारः हलन्त्यमित्यनेन अपगच्छति, अणकारः चुटु इत्यनेन अपगच्छति, या एव प्रत्ययस्य अवशिष्टभागः अस्ति. किन्तु वृद्धिकार्यं भवति तत्र. किमर्थं वृद्धिः भवति? ण्यत् अस्ति खलु, णित् प्रत्यये परे अजन्तधातुः अस्ति. अजन्तधातुः अस्ति चेत् अचो इणिति इति सूत्रेण णिति. अत्र ण्यत् इति कथनेन णकारः इति संज्ञकः. णित् प्रत्यये परे क्रु इति धातुः अजन्तधातुः. धातुः अजन्तधातुः अस्ति चेत् अचोणिति इति सूत्रमस्ति. अचोणिति इति सूत्रेण वृद्धिकार्यं भूत्वा क्रु कार् भवति. गुणकार्यं भवति चेत् कर् भवति, वृद्धिकार्यं भवति चेत् कार् भवति. तदेव मम सन्देहः. कर् भवति इति मम चिन्तनम्. गुणकार्यं भवति चेत् सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यं भवति चेत् कर् करिष्यति इति रूपं. करिष्यति इति रूपसिद्धौ सार्वधातुक अर्धधातुकयोः इत्यस्य कार्यमस्ति. किन्तु ण्यत् प्रत्ययः णित् अस्ति इति कारणतः अचोयणिति इति सूत्रेण वृद्धिकार्यं भवति एवमेव क्रू धातोः णिजन्तरूपं किं भवति? धातोः णिजन्त कारयति कारयति, तत्रापि वृद्धिकार्यमेव. वृद्धिकार्यम् ओके. कारि कारि इति प्रथमं अस्माभिः निर्मितं निर्मितः कारि कारि इति रूपं कथं सिद्ध्यति इत्युक्ते अचोणिति इति सूत्रेण. तत्र णिच् प्रत्ययः णित् अस्ति, णिच् प्रत्ययः अपि णित् एव. धातुः अजन्तधातुः अचोणिति इति सूत्रेण वृद्धिकार्यं भूत्वा क्रू कारी भवति. एवमेव अत्रापि क्रू इत्यस्मात् कार् इति रूपं सिद्ध्यति कार्यम्. अस्तु भगिनि, इतोपि वाक्यद्वयम् अस्ति इति भाति. साधु भगिनि, धन्यवादाः. रोहिणी भगिनी, भवती करोतु. नराः अनिच्छन्तः पापं चरन्ति. नराः नृशब्दस्य प्रथमविभक्ति बहुवचनं नराः. अनिच्छन्तः न इच्छन्ति, ते अनिच्छन्तः पापं चरन्ति. चरन्ति इति शब्दस्य कर्मपदं पापं. चरिधातोः प्रथमाविभक्ति बहुवचनरूपं चरन्ति. नृ इति धातुः क्रियादिगणे अस्ति. नृधातुतः निर्मितं पदं नरः. नृधातुः क्रियादिगणे अस्ति इति कारणतः नृणाति लटिरूपं तस्य रूपम्. अत्र अनिच्छन्तः इति कीदृशं पदम्? दर्शनभगिनी वदतु. शत्रुप्रत्ययः अस्ति. अनिच्छन् प्रथमाविभक्तौ अस्ति, क्षम्यताम् एकवचने अस्ति. अनिच्छन्तः बहुवचने अस्ति, प्रथमाविभक्ति. उत्तमम्. अत्र अनिच्छन् अनिच्छन्तौ अनिच्छन्तः एवं रूपाणि भवन्ति. शत्रन्तरूपम् अस्ति. इच्छन् इति एकवचनरूपम्, इच्छन् इच्छन्तौ इच्छन्तः इति रूपाणि भवन्ति. अत्र अनिच्छन्तः अत्र कीदृशं कार्यम् अभवत्? नैसमासः अस्ति. भवन्तः सर्वे जानन्ति खलु इष्टम् अनिष्टम्, ऐक्यम् अनैक्यम्, अन्य अनन्य. तत्र तस्मान्नुडचि इति एकं सूत्रमस्ति. तस्मान्नुडचि इत्युक्ते अच्वर्णे परे नुट् आगमः भवति नैसमासे. नुट् आगमः इत्युक्ते नकारः आयाति नैसमासस्य प्रसङ्गे. अश्वः अनश्वः, अन्यः अनन्यः, एवमेव इच्छन्तः अनिच्छन्तः इति रूपम् अस्ति. इच्छत् इति शत्रन्तप्रातिपदिकं, शत्र इति प्रत्यये अत् इति प्रत्ययस्य अवशिष्टभागः अस्ति. इच्छत् इति प्रातिपदिकमस्ति. इच्छत् प्रातिपदिकात् प्रथमाविभक्तिरूपाणि इच्छन् इच्छन्तौ इच्छन्तः एवं रूपाणि भवन्ति. शत्रन्तरूपाणि अपि त्रिषु लिङ्गेषु सम्भवन्ति. सप्तसु विभक्तिषु एकविंशतिरूपाणि सम्भवन्ति इति वार्ता. चरति चरिष्यति अत्र कीदृशं कार्यमस्ति वदतु भगिनि. चरिधातु प्रथमाविभक्ति बहुवचन प्रथमपुरुष बहुवचनरूपं चरन्ति. दुष्टकारे चरिष्यन्ति भवति, इडागमसहितं चरिष्यन्ति. अपि च इच्छन्तः इति रूपम् अस्ति खलु. शत्रन्तरूपसाधनवेलायां मार्गद्वयं वर्तते. एकः लघुमार्गः, अन्यः शास्त्रीयमार्गः इति अस्ति. पश्यन्तु, लटीरूपं प्रथमपुरुष बहुवचनरूपं साधयितुमिच्छामश्चेत् तत्र इच्छन्ति इति रूपं सिद्ध्यति. प्रथमपुरुष बहुवचनरूपसाधनवेलायाम् अन्ति इति सिद्धतिङ् प्रत्ययं योजयामः. किन्तु शत्रुप्रत्ययस्य रूपसाधनवेलायाम् अत् इति प्रत्ययं योजयामः. तावानेव भेदः. इत्युक्ते प्रथमपुरुषबहुवचनरूपं साधनवेलायाम् अन्ति इति सिद्धतिङ्प्रत्ययस्य योजनं भवति. किन्तु शत्रुप्रत्ययस्य योजनवेलायां शत्रु इत्यस्मात् अत् एव तत्र अवशिष्टभागः अस्ति इति कृत्वा अत् योजयामः, तावानेव तत्र भेदः अस्ति. इत्युक्ते अङ्गं स्वीकृत्य अत् इति योजनेन शत्रन्तप्रातिपदिकं सिद्ध्यति. अपि च आ उपसर्गपूर्वकः चर धातोः रूपमेव आचरति. यद्यदाचरति श्रेष्ठः तत्तदेवेतरो जनाः स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते इति उत्तमं वाक्यम्. अग्रे सरतु. भवन्तः अनुद्वेगकरं वाक्यं वदन्तु. भवत् शब्दः भवान् भवन्तौ भवन्तः तदादृशरूपं भवन्तः न उद्वेगकरम् अनुद्वेगकरं वाक्यं वच् धातोः निर्मितं पदं द्वितीयविभक्ति एकवचनं वाक्यं वदन्ति लुट्रूपे वदिष्यन्ति भवति. भवन्तः अनुद्वेगकरं वाक्यं वदिष्यन्ति. उत्तमम्. उद्वेगस्य अभावः, उद्वेगस्य अभावः एव अनुद्वेगः. उद्वेगस्य करम् उद्वेगकरं, तत्रापि षष्टितत्पुरुषसमासः अस्ति. न उद्वेगकरम् अनुद्वेगकरम्, अत्रापि नञ्समासः अस्ति. न उद्वेगकरं, तत्र उ इत्यत्र ऊकारः अचुवर्णः अस्ति खलु, अतः तस्मान्नुडचि इति सूत्रेण नुट् आगमः भवति. तदर्थमेव अनुद्वेग इति रूपं सिद्ध्यति. उद्वेगस्य अभावः एव अनुद्वेगः इति. उद्वेगस्य अभावार्थे, अभावार्थे नञ्समासः. उद्वेगः इत्युक्ते क्षोभरहितम्, अक्षोभकरम्. अनुद्वेगकरम् इत्युक्ते क्षोभरहितम् इति वक्तुं शक्यते. भवती जानाति खलु, श्लोकं जानाति खलु गीतायाः, अनुद्वेगकरं वाक्यं सत्यं प्रेहितं च यत् स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते. अनुद्वेगकरं वाक्यं सत्यं प्रेहितं च यत् स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते. तपः नाम किम् इति प्रश्ने सति अयं श्लोकः उक्तः अस्ति. वाक्यम् अनुद्वेगकरं भवेत् इति. तदर्थमेव अत्र वाक्यं किं लिखितं? भवन्तः सर्वे अनुद्वेगकरं वाक्यं वदन्तु इति वार्ता. साधु भगिनी, अत्र दर्शना भगिनी भवती करोतु. वाक्यम् इति पदं वश धातोः वाक्यम् इति पदं कस्मात् सिद्ध्यति? न, ञ्यत् प्रत्ययः. ञ्यत् तत्रापि सूत्रमस्ति, कुत्वं भवति, चकारस्य कुत्वं भवति. कुत्वं भवति योग्यवत् अस्ति वा? य प्रत्यय योग्यवत् बुद्ध अस्ति चेत् बोध्यं, युज् अस्ति चेत् योग्यं, पठ अस्ति चेत् पाठ्यम्, एवमेव प्रतिघातितः वाक्यं. दीर्घः कथं भवति? दीर्घः नास्ति, वृद्धिकार्यम् इति वदामः. वृद्धिकार्यं कथं भवति? रूपसिद्धिः कथं भवति इति वा प्रश्नः? आं भगिनि. वच् वाक्यं ञ्यत् प्रत्यये सति अत उपधायाः इति सूत्रेण तत्र वच् वाक् किमर्थम् अत उपधायाः इति प्रश्ने सति. अत्र वच् धातुः हलन्तधातुः, अपि च उपधायाम् अकारः अस्ति. धातुः अजन्तधातुः अस्ति चेत् अचोणिति इति सूत्रेण कार्यं भवति. धातुः हलन्तधातुः अपि च उपधायां लघु अकारः अस्ति चेत् अत उपधायाः इति सूत्रेण कार्यं भूत्वा वच् वाच् भवति. कुत्वं भूत्वा वाक्य इति रूपम्. अवगतं खलु? अस्तु, अवगतं भगिनि. दर्शना भगिनी करोतु. यूयं कर्मयोग योगाभ्यासं कुरुत. यूयं युष्मच्छब्दस्य बहुवचने प्रथमाविभक्तिः अस्ति. कर्मयोगाभ्यासम् अत्र द्वौ समासौ सन्ति इति स्थ इति मन्ये. कर्मश्च योगश्च कर्मयोगः. कर्मयोगाणाम् अभ्यासं कुरु. कर्मयो योगाभ्याम्, कर्मयोगस्य अभ्यासः कर्मयोगस्य अभ्यासः कर्मयोगाभ्यासः तत्र कर्मपदम् अस्ति कर्मयोगाभ्यासं कुरुथ कृधातुतः मध्यमपुरुषः बहुवचने बहुवचने अस्ति अपि च करिष्यथ इति रूपं यूयं कर्मयोगाभ्यासं करिष्यथ उत्तमम् अभ्यासः इति पुंलिङ्गपदम् अस्ति किन्तु क्रूधातुः सकर्मकः इति कृत्वा कर्मपदं सिध्यति अतः कर्मयोगाभ्यासम् इति रूपम् आगतम् अपि च कर्म एव योगः इति विग्रहवाक्यं वक्तुमिच्छामश्चेत् तत्र अवधारणापूर्वपदकर्मधारयसमासः भवति अवधारणापूर्वपदकर्मधारयसमासे एवकारः श्रूयते एव इति पदं विग्रहवाक्ये द्रष्टुं शक्नुमः अपि च अत्र कर्मयोगः इति उक्तमस्ति कर्मयोगः नास्ति चेत् ज्ञानयोगः भवती जानाति खलु एकः श्लोकः अस्ति गीतायां वदतु निष्ठा पुरा प्रोक्ता मया नघ ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् उत्तमम् अस्मिन् लोके द्विविधा निष्ठा अस्ति मया पुरा प्रोक्ता द्विविधा निष्ठा पुरा प्रोक्ता द्विविधा निष्ठा का इत्युक्ते ज्ञानयोगः कर्मयोगः साङ्ख्यानां ज्ञानयोगेन अन्येषां कर्मयोगेन मुक्तिः लभ्यते इति भाति लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् इति वार्ता कर्मयोगेन इति लिखितमस्ति णत्वं किमर्थं नास्ति बाधनमस्ति तत्र किम् अहं शब्दः विस्मृतवती शब्दं विस्मृतवती शोभा भगिनी अत्र भवत्याः चिन्तनं किमस्ति कर्मयोगेन तत्र केवलं दन्त्यनकारयुक्तं रूपमेव लेखनीयं तत्र कीदृशचिन्तनम् अपेक्षितम् आं भगिनी तत्र कर्मा इत्यस्य रेपः निमित्तः तत्र णत्वं भवितुं कर् अनन्तरं मकारः अकारः यकारः ओकारः अपि च ग अपि च एकारः तत्र अट् प्रत्याहारे किं तत्र क तत्र कूपु कवर्गीयपवर्गीयव्यञ्जनानि बाधाः न भवन्ति अतः तत्र ओकारः योगेन कर्म यकारः अपि सम्यक् एव मकारः अपि सम्यक् ओकारः अपि सम्यक् ककारः तु कवर्गीय एकारः किमर्थं तत्र न भवति चिन्तनीयमस्ति समस्तपदानां कृते भिन्नसूत्राणि आवश्यकानि अत्र पश्यन्तु पदद्वयमस्ति कर्म इति पूर्वपदमस्ति द्वितीयपदमस्ति योगेन तत्र निमित्तं पूर्वपदे अस्ति दन्त्यनकारः उत्तरपदे अस्ति अत्र एकमेव पदं नास्ति अत्र समस्तपदमस्ति समस्तपदानां कृते भिन्नसूत्राणि अपेक्षितानि णत्वस्य प्रसङ्गे खलु आम् आम् तत्र अधुना सूत्रं न स्मरामि आम् एकस्मिन् शब्दे एव भवनीयं रषाभ्यां नोणः समानपदे इति समानपदं भवेत् किन्तु अत्र समस्तपदमस्ति समस्तपदानां णत्वप्रसङ्गे भिन्नसूत्राणि ज्ञातव्यानि इति वार्ता पदम् अभ्यासम् इति पदम् अभिपूर्वक असुधातोः शञ् प्रत्ययः अस्ति किल अभ्यासम् इति शञ् इति प्रत्ययः तद्धितप्रत्ययः घञ् इति प्रत्ययः कृत् प्रत्ययः ओके ओके ओके घञ् प्रत्ययः ओके अत्र घञ् प्रत्ययः आगच्छति किल घञ् प्रत्ययः कृत् प्रत्ययः योगः पाठः भागः ईदृशानि पदानि शञ् इति प्रत्ययः यथा सौन्दर्यं तद्धितप्रत्ययः उत्तमं वयं किञ्चिदेव पठितवन्तः किन्तु सम्यक् चिन्तनं कृतवन्तः सर्वेषां कृते धन्यवादाः धन्यवादः भगिनि